येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः प्रायस्त एव तेषाम् इतरेषां त्वभिनवा विरच्यन्ते इति आर्याठन्दसा पञ्चमश्लोकः। येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः प्रायः ते एव अत्र स्वीकृतास्सन्ति, इतरेषां तु अभिनवाः विरच्यन्ते श्लोकाः लक्ष्यलक्षणश्लोकाः इति विज्ञापयति चन्द्रालोककर्तुः पूर्वाचार्यस्यापि योगदानं स्मारयति।